नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। व्यङ्ग्यलुबन्धपाठः अनुवर्तते। व्यङ्ग्यलुबन्धधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि इति, तत्र अनितिप् धातवः इति द्रष्टव्यः अस्मिन् सप्ताहे। हलन्तदातवः तु वयं गतसप्ताहे दृष्टवन्तः। अतः तत्र मामन् इति तस्मात् आरम्भं कुर्मः। मन्त् इति धातुः मामन्त् इति रूपं। महोदय रघुपति महोदय, तत्र सूत्रद्वयमस्ति, तत् पठति वा कृपया? एकनिमिष पठामि। अनुजितां हल तदेव खलु? आम्, अनुजितां हल उपादायः। अनुजितां हल हलः उपादायाः नीति इति, येषां हलन्तधातूनां ह्रस्व इकारान्त इत्संज्ञा नास्ति तेषाम् उपधायां नकार अस्ति चेत् तस्य नकारस्य लोपः भवति कितिमिति तथ्ये परे इति सूत्रमस्ति। हलन्तधातुः भवेत् तत्र अपि च अनिजित् अस्ति चेत् तर्हि उपधायां स्थितस्य नकारस्य लोपः भवति कित्नित् प्रत्यये परे इति वदति। अनुवृत्तिसहितसूत्रमस्ति, अनिजितां हलः अङ्गस्य उपधायाः नः लोपः किति इति। अत्र वयं जानीमः एतत् अग्रिमः अस्ति, अग्रिमं सूत्रमस्ति, नुगतोऽनुनासिकान्तस्य इति। अनुनासिकान्त अङ्गस्य अदन्त अभ्यासस्य नुक् आगमः भवति यङी यङ्लुकि च। धातोः अभ्यासस्य अन्ते अत् चेत् धातोः अन्ते अनुनासिक हल् वर्णः इत्युक्ते वर्गीय पञ्चमः न्यमाङ्गणान चेत् इदं कार्यं प्रवर्तते। नुक् आगमः कित् ककारैसंज्ञकः उकार उच्चारणार्थम् अनुनासिकान्ते अस्य, तत् अनुनासिकान्तं तस्य नुक् प्रथमान्तम् अतः षष्ट्यन्तम्। अनुनासिकान्तस्य षष्ट्यन्तं त्रिपदम् इदं सूत्रमस्ति। अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः, गुणोयङ्लुकोः इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः, अङ्गस्य अधिकारः। अनुवृत्तिसहितसूत्रमस्ति, अनुनासिकान्तस्य अङ्गस्य अतः अभ्यासस्य नुक् यङ्लुकोः इति। अत्र नुगागमः अस्ति कुत्र भवति इत्युक्ते तत्र अभ्यासस्य नुकागमः भवति। कीदृश अभ्यासात् अदन्त अभ्यासस्य नुकागमः भवति यङ्लुकि इति अस्ति। अदन्त अभ्यासस्य नुक् आगमः इत्युक्ते नकारागमः भवति अभ्यासस्य एव भवति। अनुनासिकान्त अङ्गं भवेत् अपि च अदन्त भवेत्, अदन्त अभ्यासः भवेत् अभ्यासः सत्यं। तत्र एव नुक् इति भवति यङि यङ्लुकोः निमित्तद्वयं भवति अस्तु। मन्त् इति अस्ति प्रायः एतत् मन्त् इति इदित् नास्ति, अनिदित् अस्ति। अतः मन्त् मन्त् मा मन्त् इति भवति तत्र दीर्घो अकितः इत्यनेन, तत्र अकितः इत्यनेन मा मन्त्, मा मन्त् योग ति इति, अत्र मा मन्त् योग ति, अत्र पित् अस्ति अतः तत्र तत् अनिजितां हल उपदायकिति इत्यस्य सूत्रस्य प्रसक्ति नास्ति। मामन्त् योग अति, मामन्त् योग अति, मामन्ति इत्येव भवति, मामन्ति इत्येव मामन्त् खलु मामन्त् पञ्चनिमिष अनन्तरम् अहम् आगमिष्यामि महोदय। अस्तु भगिनि, नास्ति तत्र चर्त्वं भवति मामन्ति, अहं न दृष्टवान् तत्र मामन्ति इति, मामन्त् खलु, अस्तु मामन्त् योग इति अत्र वर्णमेलनं तत्रापि इतोपि कार्यमस्ति महोदय। मामन्त् आं सत्यं, तत्र मामन्ति इति एकं रूपं भवितुमर्हति। तत्र किमस्ति अत्र जरो जरि सवर्णे इति खलु अत्र हल्लुत्तरस्य हालुत्तरस्य जरोदरि सवर्णे इत्यनेन अत्र एकः तत्र विकल्पेन भवति खलु तत्र मामन्ति मामन्ति मामन्ति इति रूपद्वयमस्ति मामन्थ् योग इति मामन्थीति अत्र किमपि कार्यं नास्ति तत्र अजादि अस्ति पित अस्ति मामन्थि मामन्थीति इति मामन्थ् योग अतः अत्र अनुदित अनुदितं हलः उपादायः किति इत्यनेन तत्र नकारस्य लोपः भवति तकारः तप्रत्यय कित् अस्ति नित् अस्ति इति कृत्वा अनुदितं हल उपादायः किति इत्यनेन तत्र मामत् योग अस्ति तः अत्र मामत् अनन्तरं तत्र चत्वं भवति मामत्तः इति भवति मामत्तः मामन्त् योग अति अत्रापि अनुदितं हल उपादायः किति इत्यनेन अति इति नित्पत्ति अस्ति इति कृत्वा मामत् योग अति मामथति इति भवति मामन्थ् योगसि अत्र मामन्थ् योगसि इति अस्ति तत्र मामन्थ् योगसि तत्र तकारः सकारः अस्ति तत्र केवलं तत्र चत्वमस्ति मामन्सि मामन्सि इति एव चत्वम् एव मामन्थ् योग ईषि मामन्थीषि इति ते खलु वर्णमेरणमस्ति मामन्थ् योग अतः अत्र तत्र केवलं नकारलोपः अनुदितं हलः मामत् योगतः अनन्तरं तत्र चत्वं मामत्तः इति भवति मामत्तः इति भवति मामत्तः मामत्त इति भवति मत्थ मत्त ह्रस्व तकारः अनन्तरं अल्पप्राणतकार अनन्तरं महाप्राणतकार चत्वं खलु सम्यक् खलु सत्यम् आम् मामन्थ् योग मि अत्र किमपि नास्ति मामन्थ् मि इति भवति मामन्थ् मि मामन्थी मि इति भवति अनन्तरं मामन्थ् योगवः अत्र कित् अस्ति इति कृत्वा तत्र मामथ् योगवः अत्र चत्वं न भवितुमर्हति खर् नास्ति इति मामत्वः मामत्वः मामत्मः तर्हि मामन्थी मामत् मन्थि इति मामन्थीति मामत्तः मामथति मामत्सि मामथि मां सारि मामन्स् मामन्स् मन्स् मामन्स्ति खलु मामन्थीषि मामन्थीषि मामत्तः मामस्थ मा मामन्थ्मि मामन्थीमि मामत् मामत्वः मामत्मः इति समीचीनं केवलम् एकवचने एव तत् वैकल्पिकं रूपं जरो जरि जरो जरि सवर्णि खल्लुत्तरस्य जर् विकल्पेन जरो जरि सवर्णे नमस्कारः भगिनि जरो जरि सवर्णे वदतु भगिनि भगिनि मामन्त् योगः हल् उत्तरस्य जरः अजर हल् उत्तरः जर् जर् अपि अस्ति जर् जर् सवर्ण जर् अस्ति सवर्ण जर् ओके लकारलोपः भवति लकारस्य सवर्ण जर् ओ सवर्ण जर् उत्तरस्य जरः लोपः जरि परे सवर्णजर् किल सः नकारः अस्ति तकारः अस्ति तकारः अस्ति समीचीनं ति इत्यस्य तकारः इदानीं हल्लुत्तरस्य जरः सवर्णे जरि परे जरः वा लोपः अतः तकारस्य विकल्पेन लोपः अतः मामन्ति अथवा वैकल्पिकं रूपं मामन्ति अकारस्वयम् इति ओ मामन्ति ओके ओके टू फास्ट् ओके अन्यत्र तु अनिदितां हल उपादायानिति यत्र कित् ङित् प्रत्ययः अस्ति तत्र अनिदितां हल उपादायानिति इत्यनेन नकारलोपः अतः एव मामत्तः मामत्तति इति तादृशम् केवलम् अत्र एव जरोजरि अनु नुगतो अनुनासिकान्तस्य अनुनासिकान्त अभ्यासः अपि भवेत् तद् एतावता न आगत मामन्त इत्यत्र तु नास्ति तस्य पुस्तके वंच अपि नास्ति ओ नो वनी वंच नुकागम् नुगतो अनुनासि अग्रे अग्रे अस्ति अन्तिमं प्रायः ध्वंसृ इति वयं दृष्टवन्तः नीकागमः तद् पश्यामः पुनः तत् सूत्रं तत् दीर्घसूत्रम् अस्ति तत् एकं दीर्घम् परिगणितधातूनां नीकागमः किमपि अस्ति दृष्टवन्तः पूर्वम् अस्तु अरुणा भगिनी लोत् वदति वा आं भगिनि धातु मामन्त एव तु इति कित् अस्ति अतः केवलं मामन् खरिचा इति यत् मामन् थु भवति पुनः तत्रापि समानकार्यमेव किल उजकारः अस्ति तकारः अस्ति तकारः पुनः अस्ति किल हल्लोकारस्य जातः अन्यरूपमस्ति मामन्तु सत्यं तकारद्वयम् अथवा एकः तकार जरस्य एकः तकारस्य लोपः मामन्तु मामन्तु इति रूपद्वय तात् इतु प्रथमम् इतु अकित् अस्ति किट् अस्ति अतः ईतु इति पित् एव अस्ति किल बोल्ड् मध्ये अस्ति ईतु ईतु अत्र मामन्ति तु भवति सत्यं तात् तात् अकित् अस्ति अतः अनिदितां हल् उपधायाः किमिति सूत्रेण नकारलोपः भवति मामन् योगः तात् मामन्थात् मामन्थात् करिचायन् नकारलोपः भवति वा अनिदि मामत् धातु अङ्गं मामत् योगः तात् करिचायन तकारस्थाने तकार आगच्छति मामत्तात् भवति समीचीनं तामस्ति अत्रापि अनिदितां हलोपदायः इति सूत्रं कार्यं करोति लकारलोपः भवति माम योगः तां मामत्तां भवति खरिचैतसूत्रेण अतु मामन्तु भवति मामततु मामततु नकारलोपः किल ओके मामतु मामत् मामन्त् योगः सि सि इति सत्यं हि लोट् हिट् हि मामत् मामन्त् योगः हि अपित् अस्ति अतः लोपः भवति अनिदिता महालोपदायाः किञ्चिनेन मामत् योगः हि स्थाने धि आगच्छति भगिनि सत्यं सूत्रं हि जल्योप्य हूजल्भ्यो हूजल्भ्यो मत् युः धि तकार मामद्धि भवति कथं भवतः न जानामि द्रष्टुमेव किं भगिनि? जष्ट्वं, जष्ट्वं भवति किल तकारस्य, तकार दकार भवति वा? मामति. तत्र अपि अस्ति, चित् अस्ति, अतः अनिदता महलोपदायः किमिति सूत्रेण नकारल्लोप भवति. मामत् यथा खरिचायेन मामत्तात्र मामत् योगः तं ननु अति अतु ननु नु तं च तं मामत्ता भवति. अत्रापि नकारलोपः खलिच मामत्ता भवति. मामत्योः आनि आनिति पित् अस्ति, अतः गुणनिषेधः अस्ति. अनन्तरं नकारलोपः न भवति, मामन्तानि भवति. मामन्तानि मामन्तयोः आव अत्र वर्णमेलनमेव मामन्ताव मामन्ता. समीचीनं, केवलम् एकवचने एव तत्र कार्यं जरोजरि सवर्णे इत्यस्य. समीचीनं, सम्यक् भगिनी, धन्यवादः. उषा भगिनी लङ् वदति वा? मामन्त् धातु, मामन्त् योगः तकारः, तकारः पित् पित् वर्णः. अत्र गुणकार्यं पित् वर्णः, यद्यपि पित् वर्णः गुणकार्यं नास्ति अत्र. मामन्त् मामन्त् योगः तकारः चर्त्वमेव भवति. अल्पप्राण तक महाप्राणतकारः अल्पप्राणतकारः भवति. मामन्त् मामन्त् द्वयोः तकारः अस्ति, द्वयोः अल्पप्राणतकारः. नौ हल् उत्तरस्य हल् उत्तरस्य सवर्ण तस्मात् पूर्वम् अस्माकं सामान्यकार्यं मामन्त् लङ्लकारः किल अमामन्त् अमामन्त् प्रथमं लङ् लुङ् उदातः इत्यनेन अमामन्त्. ओके, तकारः तकारः गुणकार्यं नास्ति, चर्त्वमेव. अमामन्त् इति अल्पप्राणतकारः, योगः तकारः. सूत्रसंख्या किम् इति पश्यतु. नो नो नो, चर्त्वम् इस् अट् द एण्ड्, सो बिफोर् दट् हल्ङ्याभ्यो दीर्घा चतुष्टय हल् हलन्त अङ्गम् अस्ति. मामन् अमामन्त् अमामन्त् योगः तकारः हल्ङ्याभ्यो दीर्घात् कार्यं करोति. अमामन्त् इति पदं भवति. अमामन्त् तच् अमामन्त् ओ देन् नो नो लोपः अपि अस्ति. संयोगान्तस्य लोपः इत्यनेन अन्तिमसकारलोपः भवति. अमामन् भवति, अमामन् अमामन् इत्येव अस्ति. सत्यं, सम्यक्. देन् ईत् अमामन्त् योगः ईत् इति भवति. ईत् पित् अस्ति, नाभ्यस्तस्य अचिपिति सार्वधातुके इत्यनेन गुणकार्यं बाधितं भवति. अमामन्त् योगः ईत् अमामन् तीत् थीत् इति भवति. परन्तु तत्र तु गुणकार्यस्य किमपि आवश्यकता नास्ति किल, तत् इत्येव नास्ति, इक्वर्णः तु नास्ति. तकारः अट् दि एण्ड्. आम् भगिनि, अमामन्त् योगः अमामन्तीत् एव भवति. अनन्तरं ताम् अमामन्त् योगः ताम् ताम् कित् ङित् कित् प्रत्ययः, नाट् कित् प्रत्ययः, ङित् प्रत्ययः इत्यनेन सार्वधातुकम् अपि ङित्वत्. ओके, ङित् ङित् प्रत्ययः अमामन्त् योगः ताम् चत्वमेव भवति. चत्वम् इत्यनेन अमामन्त् अमामन् अमामन्त् ताम् प्रथमतकारः चर्त्वम् अमामन्त् ताम्. अत्र जरोजरि कार्यं करोति वा भगिनी? अस्माकम् अनिदिताम् ओ अनिदिताम् सिक्स् फोर् एव, सिक्स् फोर् सिक्स् फोर् ओके ईवन् बिफोर् द चर्त्वम् ओके याम् अमां भगिनि अमां मन्त् योगः ताम् अनिदितां हल उपादायाः किङिति इत्यनेन ङित् प्रत्ययः इत्यनेन कार्यं करोति अमां मन्त् योगः ताम् नकारलोपः भवति अमां मत् ताम् देन् चर्त्वं भवति चर्त्वम् इत्यनेन अल्पप्राणतकारः महाप्राणतकारः अल्पप्राणतकारः भवति अमामत्ताम् इति कृते नौ जरोजरि तकारयोगः तकारः हल्लुतरस्य भवेत् किल हल्लुतरस्य भवेत् अमामत् ओ मकार अकार जरोजरि इस् नाट् देर् ओके ओ अस्तु भगिनि दट्स् टेक्निकल् पायिण्ट् देर् हलः उत्तरस्य जरः हलः उत्तरस्य जरः परः अपि जरि भवेत् सवर्णजरि भवेत् देन् सवर्णजरः लोपः भवति ओके ओके हलः उत्तरस्य जरः अत्र दट् तकार द प्रथमतकार अमामत्तां दट् इस् नाट् आफ्टर् अ हल् ओके अस्तु अस्तु भगिनि अमामत्ताम् एव भवति देन् अस्तु देन् उहु अमामन्त् योगः उहु अमामन्त् योगः उहु इति कृते कित्ङित् प्रत्ययः परन्तु अनिदितां हल उपादायाः कितिङ् इति अनिदितां डसन् मेटर् हलः प्रत्ययः किम् इति अस्ति वा अत्र अनिदितां हल कित्ङित् एव ओके सो नाट् अजादिकितार् किमपि न सो अमामन्त् योगः उहु ङित् प्रत्ययः इत्यनेन अमामन्त् गुणकार्यम् अपि चान्सस् नास्ति अमामन्त् योगः उहु अनिदितां हल उपादायाः ङित् प्रत्ययः इत्यनेन अमामत् योगः उहु अमामत्तुः दट्स् इट् नत्वं भवति वा अभ्यासे च जलां जस्ट् जषि एव देन् चत्वम् अपि नो दट् कार्यम् अपि नास्ति भगिनि अमामतुः इति एव भवति अमामतुः थकार महाप्राणतकार एव अमामतुः एव भवति सत्यं अनन्तरं मध्यमपुरुष एकवचनं अमामन्त् योगः सकारः पित् प्रत्ययः अमामन्त् योगः सकारः अत्र अनिदितां हल सकारः सकारः पित् प्रत्ययः अनिदितां कार्यं न करोति अनिदितां अनन्तरम् अमा देन् ओ देन् हल् हल्याभ्यो दीर्घातुस्य पृथ्वं हल् इति सूत्रं कार्यं करोति अमामन्त् योगः सकारलोपः भवति अमामन्त् एव भवति अनन्तरं वाट् इस् देट् संयोगान्तस्य लोपः संयोगान्तस्य लोपः इत्यनेन अमामन् एव भवति अनन्तरम् ईहि अमामन्त् योगः ईहि इति भवति ईहि गुणकार्यमपि नास्ति अमामन्तीः इत्येव भवति अनन्तरं तं त द्वयोः अपि ङित् प्रत्ययः अनिदितां हल उपादायाः कितिङिति इत्यनेन नकारलोपः भवति अमामत् योगः तम् अमामत् योगः तं देन् चर्त्वं भवति अल्पप्राणतकारः आयाति महाप्राणतकारस्य स्थाने. देन् अमामत्तम् ओ जरोजरिसवर्णे कार्यं न करोति. अमामत्तम् अमामत्त इत्येव भवति. अम् इति पित् प्रत्ययः, अम् इति पित् प्रत्ययः. देन् गुणकार्यमपि नास्ति. अमामन्त् योगः अम् अमामन् अनुदितमपि कार्यं नास्ति. अमामन्तम् एव भवति. देन् वम अमामन्त् योगः वम अपि ङित् प्रत्ययः. अनुदिता हल उपादायाः कार्यम् अस्ति. अमामन्त् योगः व अमामत् अमामत् व व अपि अमामत् झषि नास्ति, झषि नास्ति. सो चर्त्वम् अपि नास्ति. सो अमामत् व अमामत् म एव भवति. समीचीनम्. धन्यवादः विजया. धन्यवादः भगिनी. वदामि महोदय. अत्र यात् यातां युः, याः यातं यात, यां याव याम. महोदय क्षम्यता महोदय, गतसप्ताहे अपि अत्र जनाः आगतवन्तः बेङ्गलूर् मध्ये, अनन्तरं कर्णाटक, इतः पर्यन्तमपि अस्ति एव. तत्र गतवती वा? इदानीं तिरुनीर्मलै अस्ति खलु, अत्र गतवती. सर्वेषां कृते अहम् अत्र गतवती. इदानीमेव प्रवेशनं कृतं गृहे. अस्तु महोदय. अस्तु महोदय. याति यात अतः क्षम्यतां महोदय. गतवर्गे मया न आगतं, अत्र मेसेज् अपि न प्रेषितुं शक्नोति एव, अतः एव. यात् यातां युः, याः यातं यात, यां याव याम इति अस्ति. अत्र मा मन्त् इति अस्ति. अत्र अनिदितं हल उपादाय, एतत् तु हलन्तधातूनाम् एव अस्ति अत्र अग्रे खलु महोदय. अतः तत्र नकारस्य लोपः भवति. सत्यं लोपः. अनिदितं हल उपादायः निति च निति इत्यनेन अत्र सर्वत्र नकारस्य लोपः भवति एव. अतः तत्र मां मत्यात् खलु महोदय. अत्र करिचय इति कार्यं करोति खलु, करिचय किल. अत्र कर् नास्ति, अत्र सर्वं अस्ति. अतः मा मत्यातं, मा मत्युः, मा मत्याः, मा मत्यातं, मा मत्यात, मा मत्यां, मा मत्याव, मा मत्याम इति भवति. अनन्तरं वञ्च् इति अस्ति. वञ्च् अत्र वनि वञ्च् इति अस्ति. वनि वञ्च् अत्र अपि अत्र हनिदितम् अल उपादायः स्मिति इत्यनेन उपादायं स्थितस्य ञकारस्य लोपः भवति. अतः वनि वच् इति भवति. चित्तिङित् प्रत्यये परे एव लोपः. इदानीं सि इति तु पित् प्रत्ययः, तत्र तु नकारलोपः न भवति. वनिवञ्च् योगः लट् किल, वनिवञ्च् योगः ति. इदानीं तत्र ति इति तिप् पित् प्रत्ययः, अतः तत्र गुणकार्यस्य प्रसक्तिः अस्ति. परन्तु अत्र तु इक् वर्णः नास्ति किल, अतः भिन्नकार्याणि भवन्ति. तत्र तु अनिदितां हल उपादायाङ् इति इत्यस्य अवसरः नास्ति. बनि वञ्च् योगः अस्ति, तत्र चकारः अस्ति, तकारः अस्ति. किं भवेत्? चकारः परिचितमेव. वनि वञ्च् इति अस्ति, अत्र ति अस्ति, अत्र चुत्वम् अत्र इति कार्यं करोति. न न न अस्माकं तत्र जलि परे किल, चकारः तकारः झलिपरे अथवा चोहोकुः एव अस्माकं कुत्वकार्यम् चुत्वत्य प्रसक्ति अस्ति परन्तु पूर्वसूत्रमस्ति किं किं पूर्वसूत्रं प्रसक्ति अस्ति परन्तु चुत्वम् अनन्तरमेव आगच्छति किल चोहोकुः एव पूर्वं भवति चतुर्थपादे द्वितीयपादे सत्यम् 8-2 इति कारणात् विजयाभगिनी तत्र चोहोकुः एव कार्यं भवति अतः तत्र वनिवक्ति इति भवति वनिवक्ति तत्र अस्माकं न्यकारः तु अस्ति एव किल वनि वञ्च् तत्र ञकारस्य यत् चकारस्य पञ्चमवर्णः अस्ति तद् पूर्वं नकारः आसीत् तदेव इदानीं पञ्चमवर्णः जातः अतः पुनः तत्र अनुस्वारः करणीयः अनुस्वारं कुर्मः चेत् पुनः परसवर्णादेशः भवति वनि अतः वनिवंशि इति प्रथमं भवति प्रथमं वनिवंशि इति भवति खलु महोदय प्रथमम् अनुस्वारः भवति तत् स्थाने एव अनन्तरं चोः कुः इत्यनेन चकारस्य स्थाने ककारः भूत्वा वनि वङ्क्ति इति भवति सत्यम् अनुस्वारस्य परसवर्ण आदेशः वनि वङ्क्ति वनि वङ्क्ति इति भवति आं महोदय किम् चोः कुः अनन्तरं नस्य पदाञ्जलि अनन्तरम् अनुस्वार चै परस सत्यम् 8-2, 8-3, 8-4 इति भवति 8-2 प्रथमं चोः कुः प्रथमम् अनन्तरं नश्चापदान्तस्य जलि अनन्तरम् अनुस्वारस्य परसवर्णादेशः इति भवति किमर्थं चेत् अत्र ककारस्य अन्तिमवर्णः इङ्क् ङकारः भवति अतः वणि वङ्क्ति इति भवति अनुस्वारस्य इङ् परसवर्णः इत्यनेन सत्यम् इदानीम् ईति इति अस्ति अत्र एतत् वनिवंश योगः ईति इति अस्ति ईति अत्र किमपि कार्यं नास्ति एव खलु महोदय एतत् गुणकार्यं भवति परन्तु अत्र नाभ्यस्त च इति इत्यनेन अक्षरः एव नास्ति वर्णः एव नास्ति अतः गुणकार्यस्य निषेधः गुणकार्यस्य चिन्तनमेव नास्ति अतः अत्र वनि वञ्चीति इति भवति वा महोदय वञ्चीति इति भवति अनन्तरम् अत्र तः अस्ति एतत्तु हल्वर्णः अस्ति अपि तपि अस्ति वनि अतः तत्र तादृशमेव भवति तत् चोः कुः नच्च पदान्तस्य जलि अनुस्वारस्य ई परसवर्णः एतत् सर्वाणि तत्र इदानीम् अनिदितां हल उपादायाङिति इत्यनेन नकारलोपः भवति यत्र यत्र पित् अस्ति तत्र नकारलोपः न भवति यत्र यत्र अपित् अस्ति तत्र सर्वत्र अपित्वात् गुणनिषेधः अतः ङिति च इत्यनेन तत्र अपित् भवति किल तत्र गुणनिषेधः भवति ङित् ङिति च इत्यनेन किम् आसीत् अनिदितां हल उपादाया ङिति इति सूत्रेण तत्र नकारलोपः इति वक्तव्यमासीत् ङिति च न सार्वधातुकम् अपित् इत्यनेन ङित्वं भवति अनन्तरम् अनिदितां हल उपादायाः ङिति इत्यनेन तत्र नकारस्य लोपः भवति लोपः भवति सत्यम् उपादायम् अस्ति उपादायं यत् वर्णकस्य तिष्ठति तत् लोपः भवति इदानीम् उच्चोः कुः कार्यं करोति खलु महोदय सत्यं सत्यम् अनन्तरं नच्चपदान्तस्य जलि अपदान्तस्य अस्ति अतः तद् अभवत् किल तत् नकार तु लोपः कृतः अतः नश्चापदान्तस्य जलि नास्ति प्रसक्तिः एव नास्ति सत्यम् इदानीं वनि वनि वक्ति इति भवति न वनि वक्तः सत्यं सत्यं सम्यक् अत्र वनिवक्तः अनन्तरं तत्र अति अस्ति अत्र अपि ईति इति यत्र कार्यं करोति तादृशमेव यत् कार्यं कृतं तादृशमेव वनि वञ्च् इति भवति वनि वञ्च् योगः अति अत्र अपित् अस्ति अजादि अपित् अस्ति अतः तत्र किमपि कार्यं नास्ति एव परन्तु अत्र अनिदितं हल उपादायः इत्यनेन तत्र क्मिति अस्ति अतः तत्र अत्र उपादायं स्थितस्य वर्णः लोपः भवति अतः वनि वणि वणि अत्र वणि पचति वा महोदय सत्यं सत्यं वणि पचति अनन्तरम् अत्र सि अस्ति वणि वञ्च् योगः वणि वञ्च् योगः सि भवति एतत् अत्र सि अस्ति हलादि अपित् अस्ति हलादि अपित् अस्ति चेत् निति निति च निति भवति अतः गुणनिषेधः भवति परन्तु अत्र अनिरीतं हल उपादायः इति कार्यं भवति एव अतः तत्र वणि सि इति पित् किल बोल्ड् मध्ये आमामामां सि इति पित् अस्ति अतः तत्र पित् अस्ति चेत् नकारस्य लोपः न भवति खलु महोदय सत्यं नकारस्य लोपः न भवति अतः तत्र वणि परन्तु अत्र आम् इदानीं वणि चोः कुः अनन्तरं नच्छपदान्तस्य नच्छपदान्तस्य जलि भवति खलु महोदय अत्र अनन्तरम् अनुस्वारस्य एयिपरसवनः इत्यनेन वणि वणि वणि वङ्क्ति इति भवति वणि वङ्क्षी इति भवति अनन्तरम् आदेशप्रतियोग इत्यनेन वणि वङ्क्षी इति भवति ईकवर्णः अस्ति अतः तत्र आदेशप्रत्ययोः इत्यनेन इन्कोः इत्यनेन अत्र वनिवङ्क्षि इति भवति अनन्तरम् ईषि भवतु ईषि अत्र किमपि कार्यं नास्ति अतः तत्र वनिवञ्चीषि इति भवति वनिवञ्चीषि इति भवति अनन्तरं तः अस्ति तः अत्र अत्र अपि अत्र किम् अत्र अपित् अस्ति खलु महोदय अपित् अस्ति मितवत् भवति गुणनिषेधः भवति अनन्तरम् अत्र अनिदितम् अल उपादायः इत्यनेन कार्यं भवति अतः तत्र ण्यकारस्य लोपः भवति वनि वनि चकारस्य चोः कुः इति कार्यं करोति खलु महोदय न न न अत्र करोति वणि वणिवक्तः इति भवति वणिवक्तः सत्यं वणि वणिवक्तः वणिवक्त भवति इदानीं मी अस्ति गुणकार्यं भवति एव किमर्थं चेत् अत्र पित् अस्ति अत्र वणि अत्र अपि अनिदितम् अल उपादायः इत्यनेन तत्र ण्यकारस्य लोपः भवति अनन्तरं चोः कुः कार्यं करोति वणि वक्मि इति भवति न न मी इति सर्वदा पित् किल पित् पित् पित् अस्ति अतः पित् अत्र अस्ति चेत् अत्र नकारस्य लोपः न भवति एव वणि वञ्च् वणि वञ्च् तत्र चोः कुः कार्यं करोति खलु महोदय चोः कुः जलि पदान्ते च जलि नास्ति किल मकारः जलि नास्ति जलि नास्ति अतः वणि वणिवच्मि वणि वणिवच्मि इति भवति वणि वञ्च्मि तद् लोपः न भवति वणिवञ्च्मि इति भवति वणिवञ्च्मि अनन्तरं वः मह ईमि अस्ति अत्र ईमि अस्ति चेत् अत्र किम् अस्ति अत्र वर्णमेलनमेव वनि वञ्च वनि वञ्चीमि इति भवति वनि वञ्चीमि इति भवति अत्र किमपि कार्यं नास्ति एव इदानीं वह मह अस्ति चेत् अत्र निक्त् अस्ति अपित् अपि अस्ति अतः किमपि कार्यं नास्ति एव वनि अत्र चोगो कुकु कार्यं करोति खलु महोदय जलि परे जलि नास्ति किल वहामः केवलं नकारलोपः नकारलोपः वनि वच्मि न वनि वच्वः वनि वच्मः तावदेव सम्यक् वनि वच्वः वनि वच्मः धन्यवादः धन्यवादः तत्र वञ्च् इति धातुद्वयमस्ति एकं तु द्वादौ गत्यर्थकः वञ्चु इति आम् महोदय तत्र द्वितीयमस्ति वञ्चु इति व्यवहारे अपि वञ्च् वञ्चयति तद् चुरादौ अस्ति गत्यर्थकधातुः भुवादौ अस्ति तस्यापि रूपं वञ्चति इत्येव गत्यर्थकस्यापि रलम्बने चुरादौ यदस्ति तस्यापि वञ्चति इत्येव रूपं दृश्यते अतः वञ्चयति नास्ति वा वञ्चि नास्ति भवति वा वञ्चयति नास्ति वा वञ्चयति इति नास्ति चुरादौ अपि वञ्चति वञ्चयते इति वञ्चयति अस्तु अस्तु वञ्चयति वञ्चनं करोति इति एव वा सत्यं सत्यम् आं वञ्चति वञ्चयते इत्येव तद् चुरादौ भुवादौ तु वञ्चति इति एकमेव परस्मैपतिरूपमेव अत्र विकल्पेन तत्र भवति वा तत्र न भवति इति वा तत्र निच् न भवति वा किमर्थं न भवति इति न जानामि परन्तु न भवति वञ्चति तत्र आकस्मीय तत् केचन सन्ति खलु तद् दातवा तत्र निच् न भवति विकल्पेन भवति प्रायः तस्मिन् नास्ति कुत्रचित् केवलं भवति मनसि नास्ति इदानीं यदा निच् प्रेरणार्थे योजयामः तत्र वञ्चयति इति भवति न तु स्वार्थे स्वार्थे न भवति न भवति प्रेरणार्थे तु वञ्चयति वञ्चयते इति रूपद्वयमपि अस्ति अस्तु सो वञ्चयते एव जन् वञ्चयते इति स्वार्थे परन्तु परस्मैपदीरूपं वञ्चति इत्येव भवति न तु वञ्चयति वञ्चयति इति प्रेरणार्थे एतदेव तद् वनि तदेव अत्र एव नुक् आगमः भवति अनेन एतत् सूत्रं किल दीर्घसूत्रं 7484 ञ्चुसु ध्वंसु भ्रंसु कसपदपदस्कन्दाम् इत्यनेन तत्र नुङ्क् नुक् इति नीक् क्षम्यतां नुक् न नीक् इति नीक् इति आगमः भवति यङ्ग् यङ्ग् लुकि वञ्च् वञ्च् व वञ्च् वनी वञ्च् इति रूपम् तर्हि रीक् आगमः रिक् आगमः नु नीक् आगमः नुक् आगमः आम् सत्यम् एतत्तु नीक् आगमः दंश् यदा पश्यामः अस्ति वा दंश् अत्र नास्ति ओ दंश् नास्ति ओ एतत् प्रायः अनिर्दिष्टातुः नास्ति दंश् इति तत्र नुक् आगमः पुनः भवति दंश् धातोः तत्र नुक् अस्तु महोदय भवतः क्रमः एव लोट् लोट् अस्तु एकनिमिष कः धातु वनि वनि वञ्च् वनि वञ्च् योगस्तु अत्र पित् अस्ति अतः तत्र नकारस्य लोपः न भवति. वन् वञ्च् योगत्तु कुत्वं भवति चोः कुः वनि वङ्क् योगत्तु नश्चापदान्तजलित वनि वङ् वनि वङ्क् इति भवति. अनन्तरम् अनुश्वासे परसवर्ण इति नकारः कवर्गीय वनि वङ्क्तु इति भवति. ईतु इति आजादि पित् अस्ति कर्णे केवल वर्णमेलमस्ति. वनि वञ्चीतु इति भवति. वनि वञ्च् योग तात् अपित् अस्ति अतः तत्र नकारस्य लोपः भवति. वनि तत्र वनि वच् इति भवति अनियता महल उपादायाः किति इत्यनेन वनि वच् योग तात् वनि वक् योग तात् वनि वक्तात् अत्र चोहुकुः इत्य वनि वक्तात् वनि वक्तात् एव चत्वं तदेव भवति वनि वक्तात्. अग्रे वनि वक्तां किमपि नास्ति तत्र नकारस्य लोपः तावदेव. वनि वच् वनि वञ्च् योग अतु अत्रापि नकारस्य लोपः. वनि वचतु नित्प्रत्य अपित् प्रत्यये इति वनि वञ्च् योग हि इति अस्ति तत्रापि नकारस्य लोपः. वनि वनि बहुजल्पहेदि प्रथमं धी भवति वनि वञ्च् योग धी. अनन्तरं तत्र नकारस्य लोपः तद् आदौ करणीयं वा तत्र वनि वञ्च् नकारलोपः प्रथमं प्रायः आगच्छति प्रथमं करणीयं फोर् तत्र सिक्स् फोर् एव द्वयमपि परन्तु नकारलोपः प्रथमम् अनन्तरं पूजव्योहेत्रिः वनि वच् वनि वच् योग धि वनि वक् योग धि वनि वग् योग धि भवति. अत्र तत्र जलां झ झषि इत्यनेन तत्र झत्वं भवति वनि वग्धि इति भवति खलु. स्कोर् 24 किल वन् नाट् वन् इति अस्माकं पूजव्योहेर्भिः प्रतिषेधे परं कार्यं शक्यते परन्तु अकारलोपः प्रथमं नास्ति किल अत्र असिद्धत्वत् अत्र अभात् असिद्धमस्ति वा. आं भगिनि 6424 6410 अत्र एव 6422 असिद्धत्वत् अत्र अभात् परन्तु सामान्य आश्रय आम् सत्यं समानाश्रयः एव किल अतः सत्यं द्वयमपि भवति द्वयमपि प्रायः भवति. तर्हि वनि वनि वग्धि इति भवति जलां गजशी वनि वग्धि इति कुत्वस्य अनन्तरं गकारः. वनि वञ्च् योग तात् अत्रापि वनि वक्तात् इति भवति नकारस्य लोपः अनन्तरं कुत्वं वनि वक्तात्. वनि वक्तम् अत्रापि नकारस्य लोपः वनि वच् योगतं वनि वक्तम् इति भवति. वनि वक्त इति तत्र बहुवचने. वनि वञ्च् योग आनि तत्र किमपि नास्ति तत्र सर्वे पितः सन्ति अतः वनि वञ्चानि वनि वञ्चानि वनि वञ्चाव वनि वञ्चाम. तर्हि वनि वङ्क्तु वनि वञ्चीतु वनि वक्तात् वनि वक्तां वनि वचतु वनि वग्धि वनि वक्तात् वनि वक्तं वनि वक्ता वनि वच् वनि वञ्चानि वनि वञ्चाव वनि वञ्चाम. तत्र ण्यकारः तु तिष्ठति सत्यं सम्यक् धन्यवादः. अरुणा भगिनी लङ् करोति वा. आं भगिनि वा धातु वा वचि वनि वनि वनि अवनि वञ्च् एकनिमिषं ओके वनि वञ्च् वनि वञ्च् लङ् लकारे प्रथमं लङ् लुङ् लृङ् श्रद्धातः इत्येन अलागमः भवति. अववनिच् वनि वनि वञ्च् वनि वञ्च् वनि ओके. तदनन्तरं तकार अस्ति तकारपित् अस्ति अतः गुण अनुदितं सुब्रह्मण्यं कार्यं करोति. चोः कुः इति न चकारस्थाने ककार आगच्छति तत्र ककारः इति अपृक्त एकाल् वर्णः किल हलन्तधातुः अपृक्त एकाल् वर्णः कृतः तकारलोपः भवति वञ्च् भवति अवनि वञ्च् इति अस्ति तत्र संयोगः अस्ति अन्ते पदान्तसंयोगः किं भवतां अहं न जानामि जानाति एव प्रसिद्धसूत्रमेव तत्र ञकारः चकारः तत्र संयोगः अस्ति पदान्ते संयोगः अस्ति चेत् लोपः भवति किल आं भगिनि भवति वा अतः तद् पूर्वं नकारः आसीत् यद् चकारस्य प्रभावेण पञ्चमवर्णः जातः अतः तद् नकारः एव पुनः आगच्छति अकृतव्यूहाः पाणिनीयाः ईट् अस्ति अत्र वर्णमेलनमेव अवानी वन् चीत् अवनैवन् चीत् सत्यं ताम् अस्ति अपि अस्ति अतः अनिदितां हलोपदायः अग्निदिसूत्रेण नत्वं लोपः भवति अववनी वच् ताम् अचोः कुः तदनन्तरम् अवनी वक्ताम् अत्र अस्ति अत्रापि लोप अनुदितां फलोपदाय इति सूत्रेण लोपः भवति अवनी अवनी नो अस्ति इति कुः इति लाङ्ग् किल अवनीचुः अवनीचुः भवति अवनी वचुः अवनी वचुः अवनी वचुः सकार मध्यपुरुष सकार आगच्छति अवनी वञ्च् यः सकार पित् अस्ति अनदितां सूत्रं न कार्यं करोति तकारलोपवति हल्नाभ्यो सूत्रेण अवनी वञ्च् एव अवशिष्यति तदनन्तरं संयोग अस्त्रमस्ति ततः चकारलोपः भवति अपि नी वन् भवति सम्यक् ई सत्य अस्ति भगिनि ईस् अस्ति वर्णमेलनमेव अवनि वन् चीस् अवनीवञ्चीः सम्यक् तम् अत्र अनुदितां हलोपदायः सूत्रेण लोप भवति उपदायः अवनी अवनीव प्लस् तम् अवनीवच् प्लस् तं चहुः अवनीवक्तम् अवनीवक्त अवनी अवनी वञ्च् अत्रापि केवलं वर्णमेलनेव अवनी वञ्चम् वा अस्ति अत्र वा हल् जल् नास्ति चित् अस्ति सो अवनी वच् योगः अवनी वच्व अवनी मच्व समीचीनम् अवनी वच्व अवनी वच्व सम्यक् भगिनि, धन्यवादः. धन्यवादः उषा भगिनि. विधिलिङ्ग् उक्त्वा अग्रिमदातु. अस्तु भगिनि. वनि वञ्च्, वनि वञ्च् योगः यात् विधिलिङ्ग् यात् यातां युः. सर्वे प्रत्ययाः अपित् प्रत्ययाः. वनि वञ्च् योगः यात् इति अपित् प्रत्ययः इत्यनेन अनुदिता महल उपादायाः कितिङिति इत्यनेन ञकारलोपः भवति. वनि वच् वनि वच् योगः यात्. चोहोकुः अपि कार्यं न कर्तुं शक्यते. जलि जल् अस्ति. वनि वच् वनि वच् यात् यात् इति झल् नास्ति. चोहोकुः अपि कार्यं न करोति. वनि वच्यात् एव भवति. वनि वच्यात् वनि वच्यातां वनि वच्युः वनि वच्याः वनि वच्यातं वनि वच्यात वनि वच्यां वनि वच्याव वनि वच्याम इति भवति. अस्तु भगिनि. अग्रिमदातु ध्वंस् भवति. ध्वंस् द्वित्वम् इति चेत् ध्वंस् ध्वंस् ओके. हलादिशेषः हलादिशेषः इत्यनेन धकारः धकारः एव स्थितः. ध ध एव भवति. धकार ध ध्वंस् अनन्तरं नीक् आगमः भवति. नीक् आगमः that's a 7-4 you read that just now. 7-4 let me read this. 7-4 84 84 अस्तु भगिनि. नीक् नीक् वञ्चु स्रंसु ध्वंसु. ओ ध्वंस् इति धातु उल्लेखः भवति. ओके. नीक् वञ्चु स्रंसु ध्वंसु भ्रंसु कस पत पद स्कन्धा इति सूत्रेण भ्रंसु धातु न ध्वंसु धातु कृते नीक् आगमः भवति. अभ्यासस्य नीक् आगमः इति न न पूर्वं ध ध्वंस् इति कृते महाप्राणधकार अल्पप्राणधकारः भवति अभ्यासे चर्च इत्यनेन. देन् देन् नीक् आगमः भवति. नीक् वञ्चु ध्रंसु स्रंसु इत्यनेन. देन् धनी धनी ध्वंस् इति भवति. धनी ध्वंस् इति रूपं भवति. धनी ध्वंस् धनी ध्वंस् योगः लट्लकारात् थि भवति. ध्वंस् सकारान्तदातु सकारान्त. धनी धनी ध्वंस् योगः थि थि सकारान्त थि धातोः कार्यमपि नास्ति नास्ति एव, परन्तु वयं किञ्चित् दृष्टवन्तः किल गतसप्ताहे. ओ गतसप्ताहे किमपि तिप्यनस्तेः वा धातोः वा सकारान्तस्य कृते परन्तु किं वदति इति एकवारं पश्यामः. सकारान्तधातूनां पदत्वे सति स्थिति दत्त्वं सकारान्तधातुः एव अस्ति परन्तु पदत्वं नास्ति किल. अतः तस्य तु न भवति. पदत्वं नास्ति इत्यनेन ति इत्यस्य कृते एटु कार्यमपि नास्ति. तिप्यन पद वेदिति तु तिप्यनस्तेः भगिनि 7-3 खलु भगिनि. तिप्यनस्तेः तिप्यनस्तेः दश्च समथिङ्ग् लैक् देट् दश न सुपि धातोरुर्वा नीच न भवति. इतोपि एकं सूत्रं भवति किल दश्च वा दश्च ऐ थिङ्क् भगिनि बट् ऐ डोण्ट् रिमेम्बर् वेर् इट् तिपि अनस्तेः 8-73 ओ 8 ओके अस्तु टिपि धातोरूप दश्च ओरुप देन् ओरुपधाया दीर्घैकः ओके वसुध्रंसु अनडुहं दः इत्यनेन दकारः तिप्यनस्तेः सिपि धातोरुर्वा दश्च ओके तिपि परतः सकारान्तस्य पदस्य अनस्तेः दकारः आदेशः भवति अतः तिपि परतः भवेत् सकारान्तस्य पदस्य अन्तस्य कारस्य आदेशः भवति पदत्वं अतः तत्र न भवति पदत्वं नास्ति अत्र धनी ध्वंस्ति डसन् सौण्ड् रैट् धनी ध्वंस्ति एव धनी ध्वंस्ति एव अस्तु भगिनि देन् धनी ध्वंस् योगः इति तदपि वर्णमेलनमेव धनी ध्वंस् इति भवति देन् धनी ध्वंस्तः कार्यं कितिङ् इति कितिङ् इति प्रत्ययः अत्र वट् इस् दट् सूत्र अनिदिता मल उपादायाः अनिदिता मल उपादायाः कितिङ् इत्यनेन नकारलोपः भवति वा ध्वंस आम् पूर्वं नकार इति चिन्तयामि चेत् नकार मकार अनुस्वारलोपः भवति भगिनि धनी ध्वंस नो दट् धनी धनी ध्वस् धनी ध्वस् योगः ध्वस्तः तद् नकारः तु जातः किल अतः धनी ध्वस्तः धनी ध्वस्तः सो नकारलोपः देन् धनी ध्वस्तः ओके देन् अति धनी ध्वंसति एव भवति ओ अति अपि तत्रापि तत्रापि अनिदिता महलोपदायः कितिङ् इति कार्यं करोति सो धनी धनी ध्वसति इति भवति देन् अनन्तरं सि ईषि पित् प्रत्ययः ईसि सि धनी ध्वंस् योगः सि पित् प्रत्ययः इत्यनेन अनिदितां कार्यं नास्ति धनी ध्वं सि सकारः तदपि कार्यम् अत्र नास्ति खलु सिपि धातोरुर्वा अपि कार्यं नास्ति धनी ध्वंसि सि धनी ध्वंसि देन् ईषि धनी ध्वंस् योग द्वयमस्ति खलु तत्र सकारद्वयम् अनन्तरं अपि च तत्र दरोजरी सवर्णे इति भवति वा जर् सकारः जर् उत्तरस्य सकारस्य जर् जरीपरे भवति खलु तत्र परन्तु अनुस्वारः एव अस्ति किल तत्र नकारः खलु न धनी ध्वंस् तत् तत्र सकारस्य पूर्वं वकारोत्तरवर्ति अनुस्वारः अकारः अकारः अनुस्वारः तत्र धनी ध्वंस् इति तत्र नकारः अस्ति खलु तत् नकारसकारः अस्ति खलु तत्र सकारात् पूर्वं नश्चापदान्तस्य जलि कुर्मः चेत् अनुस्वारस्य जयी न भवति किल न न अकृतव्यपारणीय खलु तत् नकारः तत्र नकार एव तिष्ठति खलु तत्र न तत्र तु न आवश्यकं किल तत्र यद् तत्र तु न आवश्यकं तदपि न क्षम्यतां तत्र पित्वमस्ति किल सि इति पित् प्रत्ययः तत्र तु न आवश्यकं तत्र तु अनुस्वारः यद् कृतः तद् तादृशमेव तिष्ठति ययि नास्ति इति कृत्वा अनन्तरं तदा हल् उत्तरस्य नास्ति अतः न भवति अस्तु अनुस्वारस्य ययि परसवर्णः ययि परः अस्ति चेत् एव नकारः इति सत्यव्यम् तत्तु न भवति सरोजरि इत्यस्यापि प्रसक्तिः न भवति तत्र नकारः तु नास्ति किल इदानीम् अनुस्वारः अस्ति अस्तु धनी द्वंस् योगः ईशि धनी पित् प्रत्ययः इत्यनेन अनिदितां कार्यं न करोति धनी द्वं सीहि इति भवति धनी द्वं सीहि इति भवति धनी धनी ध्वंस् योगः तः अपित् प्रत्ययः इत्यनेन मकारलोपः भवति धनी ध्वस् धनी ध्वस्तः धनी ध्वस्तः धनी ध्वस्तः इट् सौण्ड्स् लैक् इट् शुड् बि ध्वष्टः इनि ध्वस्तः ध्वस्तः द्वयोः अपि दन्त्यवर्ण एव ओके ध्वनि धनि ध्वस्तः देन् धनि ध्वस्त एव भवति अनिदिताम् इत्यनेन मकारलोपः धनि ध्वस्थ देन् उत्तमपुरुषं मि धनी ध्वंस् योगः मि मि अपित् ननु पित् प्रत्ययः अनिदितां कार्यं नास्ति धनी ध्वंस् धनी ध्वंस् मि धनी ध्वंस् मि एव भवति धनी ध्वंस् धनी ध्वंस्मि मि धनी ध्वंस्मि धनी ध्वंसीमि धनी धन् धनी वह मह अपित् प्रत्ययः मकारलोपः धनी ध्वस्वः धनी ध्वस्मः समीचीनं नकारलोपः धनी ध्वस्वः ध्वनि ध्वस्वः समीचीनं सम्यक् तदेव धन्यवादः भगिनी विजया भगिनी लोट् वदति वा आं महोदय अत्र तु यि तु तात् ताम् अतु इषि षि तात् तं तु आणि आव आम इति अस्ति अत्र धनि ध्वंस् धनि धनि ध्वंस् इति अस्ति धनि ध्वंस् योगः तु एतत्तु गुणकार्यं भवति गुणकार्यं भवति चेत् अत्र पित् अस्ति अनिदितं हल्ल उपादायः इत्यस्य कार्यं न भवति एव खलु महोदय अतः धनि धनि ध्वंसतु इति भवति अनन्तरं ईतु अस्ति ईतु अस्ति चेत् अत्र अपित् अस्ति न न पित्येव पित्येव अस्ति पित् अस्ति चेत् अत्र गुणनिषेधः भवति अतः अनिदितां अल्ल उपादायः इति कार्यं नीति च इति नीति इति कार्यम् अत्र नास्ति एव अतः अत्र अपि धनि ध्वंस धनि ध्वंसीतु इति भवति अनन्तरं तात् अस्ति एतत्तु अपित् अस्ति हलादि अपित् अस्ति हलादि अपित् अस्ति चेत् अत्र गुणनिषेधः एव भवति नित्ति च इत्यनेन अनिदितम् अल उपादायः इत्यस्य कार्यं भवति एव अतः तत्र धनि धनि धनि द्व ध्वनि किमस्ति अत्र धनि ध्वस ध्वसतात् धनि ध्वस्तात् इति भवति धनि ध्वस्तात् इति भवति समीचीनम् अनन्तरं धनि ध्वस्ताम् इति भवति ध्वस्ताम् अनन्तरम् अतु अस्ति अतु अपि अत्र अपित् अस्ति अजादि अपित् अस्ति अत्र नित्वत् भवति अत्र अत्र अनिदितं हल उपादाय इत्यस्य कार्यं भवति एव अतः तत्र धनि द्व ध्वसतु इति भवति. सम्यक्, ध्वनि ध्वसतु इति भवति. अनन्तरं टि अस्ति, टि अपि अत्र महोदय अत्र पिच् नास्ति महोदय, अत्र शीतात् तं सर्वत्र अत्र हि पिच् नास्ति एव, अपि च अस्ति. अतः तत्र अनिदितम् हल उपादायः इत्यस्य कार्यं भवति एव. धनि ध्वंस धनि धनि ध्वसि हि इति हि इति हि इत्यस्य दादे धातु न न जशस्ततो दोर्धः हू जल् ब्यो हू जल् ब्यो खेदि इत्यनेन दोर्धः इति साथ प्रत्यये परे एव भवति, जशन्तः भवेत् साथ. इदानीं हू जल् ब्यो हेर्दिः इत्यनेन हू जल् ब्यो हेर्दि इत्यनेन दकारः भवति, चतुर्थदकारः सदृशतं वर्णः अत्र यथासङ्ख्यम् अद्देशः न न न स्थानेन्द्रसमः इत्यनेन एव अत्र कार्यं भवति. अतः तत्र धनि द्वं धनि धनि ध्वस ध्वनि ध्वसदि इति भवति. सोपि एकं कार्यमस्ति, सकारलोपः भवति. सिप्य सिप्यनस्तु न न दीच इति सूत्रेण सकारे परतः सकारस्य लोपः भवति 8 to 25 अनेन सकारलोपः भवति. सकारूपं दकारप्रत्ययः आगच्छति चेत् अत्र सकारस्य लोपः भवति. अतः तत्र धनि द्वधि धनि धनि द्वधि इति भवति, धनि द्वधि इति भवति. अनन्तरम् अत्र तात् अस्ति, तात् अपि अत्र अपि तस्य अतः अनिदितम् अल उपादायः इत्यनेन उपादाय निति इति कार्यं करोति. अतः धनि द्वस्तात् ऐ कल्यु बेक् धनि ध्वस्तात् इति भवति. तादृशमेव पूर्वं दृष्टवन्तः, धनि ध्वस्तात् इति अपि भवति. अनन्तरं धनि ध्वस्तम् इति भवति, धनि ध्वस्त इति भवति. इदानीम् आणि आव आम अस्ति, अत्र सर्वत्र पित् भवति. पित् अस्ति चेत् अत्र अनिदितं हल उपादायः इत्यस्य कार्यं न भवति एव. अतः तत्र धनिध्वंसाव इति भवतु. सम्यक् तावदेव, धन्यवादः. धन्यवादः. ध्वंस इति अवसंसने गतौ च इति भुवादौ अस्ति, आत्मनेपदी धातुः अस्ति, अकर्मकः अस्ति. अवसंसने इति किम् अस्ति तत्र? To fall down, to drop, to slip off, to hang down, to slide, to deteriorate. इति अपि अवसंसने इत्युक्ते टु ड्राप् इत्येव, टु स्लिप् टु ड्राप् ध्वंसं करोति. आम् तत्र किमपि लिखितमस्ति, एकनिमिषं तद् धातुः कर्मकः अकर्मकः सेत् द्युतादिः द्युतादिः द्युतादित्वात् द्युत्भ्यो लुङि इत्यनेन लुङ्लकारे विकल्पेन परस्मैपदिरूपाणि अपि भवन्ति. लुङ्लकारः वयं कृतवन्तः खलु, न वा कृतवन्तः? तत्र कर्मणि एव, कर्मणि एव, कर्मणि एव कृतवन्तः. तदपि इदानीं रूपाणि तु अहं न स्मरामि. सिच् इति प्रत्ययः कुत्रापि आगतं किल, तदेव लुङ् वा? सिच् सिच् आं भगिनि, लुङ्गि तदेव. अतः तत्र विकल्पेन लुङ्लकारे परस्मैपदिरूपाणि अपि भवन्ति. अकर्मकः सेट् द्युतादिः ध्वंस धातु ध्वंसते ध्वंसति इति रूपं नास्ति ध्वंसते इत्येव विजन्ते किं रूपं ध्वंसयति ध्वंसयते ध्वंसति इति रूपमेव नास्ति कुत्रचित् दृष्टं ध्वंस तद् आम् तत्तु अस्ति ध्वंसनं ध्वंसितुं ध्वंसिता ध्वंसति इति रूपम् असाधु ध्वंसते इत्येव भवेत् ध्वस्तः इति अत्र नकारलोपः भवति खलु ध्वस्तः सत्यं ताप्रत्ययस्य अध्वसत् इति कर्तरीलुङ्ग अध्वस् अध्वंसिष्ठ इति कर्तरीलुङ्ग आत्मनेपदम् इष्ट इति इदानीं स्मरामि इदानीं स्मरामि इष्ट इति इष्ट आम् तादृशं रूपाणि आसन् निश्चयम् अस्तु महोदय भवतः क्रमः एव किल लङ् लङ् लकारः अस्तु अस्तु धनी ध्वंस इति अस्ति तत्र अलागं भवति अध्वंस ध्वनी ध्वंस युगत् इति अस्ति तत्र हल्ङ्ग्याभ्योधीतसूतिस्य कृतं हलित्तिनेन तद् अधनी ध्वंस एव अवशिष्यते अनन्तरं तत्र सकार तकार अस्ति खलु तत्र किम् अस्ति तत्र सकार लोपः जातः तत्र चिन्तनमस्ति तत् नकारसकार तत्र सकारस्य लोपः किञ्चित् चिन्तनं करोतु महोदय तत्र पदान्तं पदान्ते अस्ति अतः अन्यसूत्रस्यापि अन्यानि सूत्राणि अपि तत्र प्रसक्तं सकारलोपः किमर्थं भगिनि महोदय तद् क्रमेण वदतु अन्यसूत्राणि किं किं भवितुम् अर्हति इति वदतु ध्वंसयोगत् इति अस्ति ध्वंसयोगत् इति अस्ति तकारस्य हल्ङ्ग्याभ्य दीर्घात् इत्यनेन लोपः भवति खलु ध्वंस इदानीं धनि ध्वंस इति अस्ति धनि ध्वंस इति अस्ति सकार अस्ति नकार अस्ति तत्रापि सकारः अस्ति नकार सकार सकारसंयोगस्य लोपः तत्र एतद् भवति किम् अस्ति अन्यत् किम् अस्ति तत्र सकारस्य तस्मात् पूर्वं संयोगान्तस्य लोपः इत्यनेन भवति इति तु अन्तिमचिन्तनं अनेनैव भवति परन्तु तस्मात् पूर्वं पदान्तत्वम् इति कृत्वा अन्यानि सूत्राणि अपि भवितुम् अर्हति किल सकारः पदान्ते सकारस्य पदान्ते सकारः अस्ति चेत् तत्र सिपिदातोरुर्वा क्षम्यतां तत्र तिपि अनस्तेः इत्यनेन तस्मात् पूर्वमपि सामान्यसूत्रं किम् सामान्यसूत्रं नकारः सकारः किम् अस्ति तत्र एकमनिष धनी ध्वंस ध्वंस सकारः इदानीं न स्मरामि किमस्ति किम् जलां जशोन्ते इति सर्वसामान्यसूत्रं तत् तेन दकारः भवितुम् अर्हति तद् प्रभाद्य जलां जशोन्ते इत्यस्य अपवादः सर्वदा सकारः पदान्ते अस्ति किल अतः तस्य प्रभावः अस्ति तत्र तस्य सूत्रस्य अस्माकं बहु परिचितं सूत्रमेव सकारः पदान्तसकारः अस्ति चेत् सर्वदा किं भवति पदान्तसकारः अस्ति चेत् ऋत्वं भवति खलु सत्यं तस्य अपवादः जलां जशोन्ते सामान्यसूत्रं तस्य अपवादः ससजुषोरुः इत्यनेन रु भवति स्म तद् प्रभात्य तिपि अनस्तेः तेन ध इति अपि अभविष्यत् तद् तदपि प्रभाद्य संयोगान्तस्य लोपः भवति महोदय एकवारमपि वदतु जलां जशन्ति इत्यस्य अपवादः ससजुषोरुः इति भवति अनन्तरं तस्य अपवादः तिपि अनस्ते पदान्तस्य चकारस्य चकारः भवति स्म परन्तु तदपि प्रभाद्य संयोगान्तस्य लोपः इत्यनेन लोपः भवति सकारस्य लोपः भवति अन्तिमवर्णस्य लोपः भवति संयोगः संयोगवर्णस्य लोपः तर्हि अधनिध्वन् इति अधनिध्वन् सत्यं धनिध्वंस् योग ईत् तत्र किमपि न धनिध्वंसीत् ध्वनिध्वं ध्वंस् योग ताम् अत्र ध्वनिध्वंस् योग संयोगान्तस्य लोपः इति पूर्वकार्यं भवति खलु सत्यं तद् अपवादरूपेण किल अपवादस्य तु सूत्रसंज्ञा अतः एव अपवादः इति उक्तवती आं भगिनि ध्वनिध्वंस् योग ताम् इति अस्ति अत्र नकारस्य लोपः भवति ध्वनिध्वस् धन् अध्वनि अध्वनि ध्वस् योग ताम् किमपि नास्ति अधनिध्वस्ताम् अधनिध्वस् अनि अध्वनि ध्वसुः इति भवति अत्रापि नकारस्य लोपः ध्वनिध्वसुः इति एव वर्णमेलनम् अग्रे ध्वंस् धनिध्वंस् योगस् इति अस्ति सकारस्य लोपः तत्रापि यथा एकनिमिष तथैव खलु तत्र तथापि प्रतापुरुषे यदा सा एव स्थितिः अत्रापि अध्वनि अध्वनिध्वन् इति भवति अध्वनिध्वन् एव ईः अध्वनिध्वंसीः इति तत्र केवलवर्णमेलनम् अग्रे अधनिध्वंस् योगतम् अध्वनिध्वस् योगतम् अध्वनिध्वस्तम् अध्वनिध्वस्त अध्वनिध्वंसं यत्र किमपि नास्ति अध्वनिध्वस्व अध्वनिधस् अध्वनिध्वस् क्षम्यताम् अध्वनिध्वस्व अध्वनिध्वस्म इति रूपाणि सम्यक् सम्यक् तावदेव केवलं सकारे परे चिन्तनमेव धन्यवादः महोदय तद् अग्रिमधातुः बहु किमपि क्लेशः अनुभूयते आं भगिनि अरुणा भगिनि विधिलिङ्ग सर्वे प्रत्ययः अस्ति भगिनि कित् अस्ति अनुचितां हलुपदायाः इति सूत्रेण नकारलोपः भवति धनि द्वस् द्यात् धनि तदनन्तरं केवलं वर्णमेलनेव धनि द्वस् द्वस्यात् धनि द्वस्याथां धनि द्वं धनि दस्युः धनि तस्याः धनि द्वस्यां धनि धनि द्वस् द्वस्यात् धनि दस्यां धनि दस्याव धनि दस्याम समीचीनम् अग्रिमधातुः स्वीकरोतु भगिनि तत्रैव अस्माकं नुकागमः भवति तत्र धातुः तत्र एव मकारः अस्ति मोपदः धातुः मकारः पूर्वमेव अस्ति धातौ तत्र अर्थः अपि कुत्रचित् दृष्टवती हम्म हकारः मकारः मकारः हम्म हम्म गतौ इति धातुः हम्मति इति रूपं भुवादौ एव न गत्यर्थकः इत्येव अस्ति महोदय अस्मिन् धातौ औपदेशिकस्वरूपे एव द्वौ मकारौ स्तः सः तत्र हम्मति हम्मतः हम्मन्ति इति रूपम् अतः तत्र ज हम् इति हम्मति हम्मतः हम्मन्ति एव आगच्छति. लोट्लकारे हम्म एव गच्छतु इत्यस्य हम्म. आमामां सत्यं सत्यं सत्यं लोट् इति वदति वा सरशब्दम्. आम् लोट् आम् कुत्र लोट् आम् तदेव भवति किल हम्म इति तत्र तादृश कुत्रचित् प्रयोगः द्रष्टव्यः. एकनिमिषं प्रयोगः तत्र नास्ति प्रयोगः द्रष्टव्यः. एकः तत्र गीतमासीत् आसीत् तदेव तत्रैव अस्ति. तद् वदति वा तद् उरुदु उरुदु किल महोदय तद् तु संस्कृतं नास्ति किल तदा रह्मान् महोदय तद् सः तु संस्कृतः न स्वीकृतवान् तद् तु उरुदु सः तु सनातनधर्मं न इच्छेत् नेच्छेत् सनातनी आसीत् सा सनातनी आसीत् तदा तदेव उक्तवती न इच्छेत् नेच्छेत् हम्मेत् इति विधिलिङ्ग् पर अत्र सूक्ष्मभेदः भवितुम् अर्हति खलु तत्र तादृश न जानीमः तत्र तत्र हम्मति बालकः हम्मति इति न वक्तुं शक्य न जानीमः तत्र प्रयोगः कथं भवति आम् तदेव तदेव अहम् उक्तवती तत्र प्रयोगः द्रष्टव्यः कुत्रचित् हम्मति इति अस्ति वा इति कृदन्तरूपम् एकवारं पश्यामि हम्मनं हम्मनीयः हम्मकः हम्मिका तदपि न दृष्टवन्तः सहस्रनामे कुत्रचित् गच्छति इत्यनेन हंस हंसः प्रायः भवेत् भगिनि भवितुमर्हति गच्छति भवितुमर्हति आम् गत्यर्थकः किल हंसः भवितुमर्हति चेत् सकर्मकः चेत् परस्मैपदिदातुः एव कचित् द्रष्टव्यम् अत्र प्रयोगः यङ्ग् लुगन्तानां प्रयोगः इत्येव किमपि रिसर्च् डाक्युमेण्ट् अस्ति वा इति द्रष्टव्यम् अतः तत्र केवलम् अत्र सिपि अनस्तेः अत्र सिपि धातु रुर्वा एव सूत्रमस्ति खलु सूत्रसङ्ख्या किं महोदय अत्र सिपि अनस्तेः इति पूर्वसूत्रं सिपि धातो रुर्वा इति अग्रिमसूत्रमस्ति 8273-74 भगिनि हंसः इति हन् धातो एव अत्र हिंस गत्यो इति अस्ति तत्रापि गति हन् धातु गत्यर्थकः अपि अस्ति गत्यो हन् हिंस गत्योः इत्यनेन हंसः इति आच् प्रत्ययः हम्म इत्यनेन न हनं हम्म इति न तत्र गच्छति इदानीमेव गच्छति इति अर्थः अस्ति हिंसः गत्योः हंसः गच्छति इति हंसः इति दत्तमस्ति कल्पद्रुमे अतः एतत्तु मकारद्वयमस्ति हम्म इति अस्तु अत्र केवलं तत्र नुक् आगमः कथं भवति इति दृष्ट्वा समापयामः तत्र जकारः अनुस्वारः हकारः मकारः मकारः हम्म हम्म इति द्विवारं भवति किल अभ्यासः तद् करोति वा भगिनी तद् कृत्वा समापयामः सम्यक् न जानामि तत् महोदय तदनन्तरं हलिचायसूत्रेण हलादिशेषः हलादिशेषः इत्यतः हम् एव अवशिष्यति भगिनि हम्म इति अवशिष्यते तत्र किं जकारः भवति किल महाप्राणजकारः भवति प्रथमं तदेव महाप्राणजकार अनन्तरम् अल्पप्राण तस्य नुकागमः भवति अनुनासिकान्त अङ्गस्य छम्म इति अनुनासिकान्तम् अङ्गम् अदन्त अभ्यासस्य चकारः इति अदन्त अभ्यासः तस्य लुक् आगमः भवति अतः च चकारः अकारः नुक् आगमः नकारः अनन्तरं हम्म इदानीं यद् नकारः आगतः तस्य अनुस्वारादेशः भवति तदेव जं हम्म इति रूप तस्यैव रूपं साधनीयं तद् प्रायः अग्रिमसप्ताहे साधयामः तत्र बहुत्र अनुस्वारस्य ये क्षम्यतां नश्चापदान्तस्य जलि तद् भवति जं हम्म इति तत्र रूपं तद् वयं साधयामः अग्रिमसप्ताहे अस्तु धन्यवादः धन्यवादः भगिनि धन्यवादः